पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 106 कुञ्चल उवाच आयुभार्या महाभागा स्वर्भानोस्तनया सुतम् अपश्यन्ती सुबालं तं देवो पममनौपमम् हाहाकारं महत्कृत्वा रुरोदवरवर्णिनी केन मे लक्षणोपेदो हृदो बालस्सु लक्षणः तपसा दानयज्ञैश्च नियमैर्दुष्करैः सुतः सम्प्राप्तो हि मया वत्सकष्टैश्च दारुणैः पुनः तत्तात्रेयेण पुण्येन सन्तुष्टेन महात्मना दत्तपुत्रो हृदकेन रुरोदकरुणान्विता हा पुत्रवत्समेताद हा बालगुणमन्दिर क्वासि केनापनीतोऽसि मम शब्दप्रदीयता सोमवंशस्य सर्वस्य भूषणोऽसि न संशयः केन त्वमपनीतोऽसि मम प्राणैः समन्वितः राजसु लक्षणैर्दिव्यैः सम्पूर्णकमलेक्षणः केनाद्यापहृदो वत्स किं करोमि क्वयाम्यहं स्फुटं जानाम्यहं कर्म ह्यन्यजन्मनि यत्कृतं न्यासनाशकृधकस्य तस्मात् पुत्रो हृदो मम किं वात्सलं कृतं कस्य पूर्वजन्मनि पापया कर्मणस्तस्य वै दुःखमनुभुञ्जामि नान्यथा रत्नापहारिणी जादा पुत्ररत्नं हृदं मम तस्माद्दैवेन मे दिव्य अनौपम्यगुणाकरः किं वा विदर्कितो विप्रः कर्मणस्तस्य वै फलं प्राप्तं मया न सन्देहपुत्र शोकान्विदं भृशं किं वा शिशु विरोधश्च कृतो जन्मान्तरे मया तस्य पापस्य भुञ्जामि कर्मणफलमीदृश्यं याजमानस्य चैवाग्रे वैश्वदेवस्य कर्मणः किं वापि नार्चितं चान्नं व्याहृतिभिर्हुदं द्विजैः एवं सुदेवमानाच्च स्वर्भानोस्तनया तदा इन्दुमदीमहाभाग शोकेन करुणाकुला पतितामूर्च्छिता शोकाद्विह्वलत्वं गदा सदी निःश्वासान्मुञ्चमाना सा वत्सहीना यथा हि गौः आयुराजा स शोकेन दुःखेन महदान्विदः बालं श्रुत्वा हृदं तं तु धैर्यं तत्याजपार्थिवः तपसश्च फलं नास्ति नास्ति दानस्य वैफलम् यस्मादेवं हृदपुत्रस्तस्मान्नास्ति न संशयः दत्तात्रेयप्रसादेन वरं मे दत्तवान् पुरा अजेयं च जयोपेदं पुत्रं सर्वगुणान्वितं तस्य वरप्रदानस्य कथं विघ्नोह्यजायत इति चिन्तापरो राजा दुःखिदप्रारुदद्भृशम् इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नाहुशाख्येन षडधिकशरतमोऽध्यायः ओ